नमस्कारः। अस्माकं पाणिनीयव्याकरणवर्गे प्रवर्तमानविषयः अस्ति तुदादिगणः इति। गतसप्ताहे वयं विशेषदातवः इत्यस्मिन् श्रेण्याम् इकारान्त उकारान्तदातवः अधीतवन्तः। तत्र वयम् अचिष्णुधातु ब्रुवां युवोर् इयङ् वङ्गौ इति सूत्रस्य परिशीलनं कृतवन्तः। तत्र अजादिप्रत्यये परे इकारान्त उकारान्तदातोः इयङ् उवङ् आदेशौ भवतः इति अधीतवन्तः। तत्र रि इति धातुः आसीत् तुदादिगणीयधातुः। तत्र अन्ते इकारः अस्ति, इकारान्तदातुः अस्ति। तत्र इयङ् इति आदेशः भूत्वा रयति इति रूपं सिद्ध्यति। अनन्तरं गु इति धातुः अस्ति, उकारान्तधातुः। तत्र उवङ् इति आदेशः भूत्वा गवति इति रूपम् आगच्छति। इदानीं पर्यन्तं वयं दृष्टवन्तः, तत्र ऋकारान्तधातोः विषये वयं आरब्धवन्तः। किञ्चित् अग्रे सरामः तदेव स्वीकृत्य। राजेन्द्रमहोदय, तत्र ऋकारान्तधातोः तस्मिन् भागे वस्तुस्थितिः इति अस्ति किल, तृतीयबिन्दुः प्रायः, तत् प्रायः मया एव पठितं तत्र। तत्र एकः प्रश्नः उदेति, तत् न पठितं, परन्तु एकवारं पठित्वा अग्रे सरामः महोदय, किञ्चित् पुनस्मरणं भवति, तद् आरभ्य एव पठतु महोदय। वस्तुस्थितिः का इति अग्रे पश्येम। मृ प्राणत्यागे मृयोग अ इकोयन्ति इति प्राप्तिः तत्प्रभाद्य सार्वधातुक आर्धातुकयोः इत्यनेन गुणप्राप्तिः, सार्वधातुकम् अपि इत्यनेन अपित्वात् नित्वत् किन्नति च इत्यनेन नित्वात् गुणनिषेधः। लिङ्क्षु लिङ्क्षु इत्यनेन श प्रत्यये परे ऋकारान्तस्य अङ्गस्य ऋङ् आदेशः। मृ धातोः पूर्णतया णिच् च इत्यनेन आदेशः णित् चेत् तर्हि अनेककालचेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः। म योग रि योग अ मृ योग अ इकोयन्ति इत्यनेन यन् सन्धेः प्राप्तिः, श प्रत्यय अजादि अपि, अतः यन् सन्धिं प्रभाद्य अचिष्णु धातु भ्रमां यौ इवङ् वङ्गौ इत्यनेन इयङ् इयङ् आदेशः। इयङ् आदेशः नित्, अतः नित् च इत्यनेन अन्त्यस्य एव आदेशः। इकारस्य स्थाने इ आदेशः। मृ योग इ योग अ मृय मृ योग अ मृय इति अङ्गं, मृय योगते म्रियते। अस्तु महोदय, बहूनि सोपानानि सन्ति, एकमेकं सोपानं स्वीकृत्य किमर्थं तस्य कार्यं तत्र भवति वा न भवति इति वदतु महोदय, किञ्चित् बाध्यबाधकभावः। अस्तु भगिनि, प्रयत्नं करोमि। आम्, अत्र पूर्वं किम् आसीत्, अत्र वयं कल्पितवन्तः यत् चिन्तयतु, तत्र ऋकारान्त धातु भवादिगणे अस्ति वा, तथा तदा किं भवति, सामान्य तदादिगणे धातु अस्ति तदा किं भवति तत् अनन्तरं वस्तुस्थितिः किम् अस्ति, सामान्य तत्र भवति, इदानीं वस्तुस्थितिः किम् अस्ति, तत्र सामान्यचिन्तनं किम् अस्ति, विशेषधात्वा अस्ति, तत् कारणात् तत् कथं व्युत्पत्तिः भवति, तत् सोपानेन वयं पश्यामः। मृङ् प्राणत्याग्ने धातु अस्ति, नकारः इति भूत्वा तत् लोपः भवति, मृ एव अवशिष्यते। तुदादिगणी धातु अस्ति, तत् श अतः विकरणप्रत्यये आगच्छति, तत् शकारस्य लोपः भवति लशकु तदुते सूत्रेण। मृ योग एव अवशिष्यते, मृ योग इदानीम् अत्र सामान्यसूत्रम् अस्ति इकोयञ्चि, तत् यथा एक स्थाने तत् यन् आदेशः भवितुम् अर्हति तस् परन्तु तं प्रबाद्ये तं प्रबाद्ये सार्वधातुक आर्धधातुज्ञोः सूत्रेण तत्र तत् गुणप्राप्तिः गुणप्राप्तिः भवितुम् अर्हति परन्तु प्रसक्तिः अस्ति परन्तु प्राप्तिं न अस्ति. किमर्थम् अत्र अकारः यः विकर्णप्रत्ययः अस्ति तत् अस्ति परन्तु अपित् परन्तु अपित् अस्ति. तत् कारणात् तत् सार्वधातुकम् अपित् सूत्रेण अपित्वात् तत् नित्वत् कार्यं भवति. नित्वत् इत्युक्ते तत् किन्नति च सूत्रेण तत् गुणनिषेधः भवति. तथा तत्र सार्वधातु आदुक्यः यः गुणः गुणप्राप्तिः भवितुम् अर्हति तत् न भवति, गुणनिषेधः भवति. इदानीं इदानीं किम् अस्ति तत् रिङ् श लिङ्क्षु इत्यनेन तत् अत्र ऋकारः यः अस्ति श प्रत्ययस्य परे अस्ति, विकरणप्रत्ययः परे अस्ति, तत्र रिङ् आदेशः भवति. ऋकारस्य स्थाने रिङ् आदेशः भवति. तत्र इत्युक्ते तत् शित् अस्ति षकारः तु श प्रत्यय विकरणप्रत्ययः शित् अस्ति. तत्कारः तत् अनेकाश्चित् सर्वस्य पूर्वन्त्या स्थाने रि आदेशः भवति. परन्तु रिङ् तत्र नित्वं नित् अस्ति, नित् अस्ति. तत्कारणात् तत् निच्च सूत्रेण सर्वस्य पूर्वन्त्यः ऋकारस्य आदेशः न भवति. परन्तु अन्त्यस्य एव स्थाने इत्युक्ते ऋकारस्य एव स्थाने तत्र रि आदेशः भवति. सर्वस्य पूर्णतया स्थाने रि आदेशः न भवति. यथा रिङ् नित् अस्ति तत्कारणात् तत् मकारः अवशिष्यते. म योग रि यः ऋकारस्य स्थाने आदेशः अभवत् तत् योग अकारः यः विकर्णप्रत्ययात् तत् अवशिष्यते तत् मिलित्वा मृ योग अ भवति. तत् इदानीं इको इको यञ्च इति यन् सन्धिप्राप्तिः प्राप्तिः भवितुम् अर्हति. परन्तु श प्रत्ययः अजादि अस्ति, अजादि अस्ति तत्कारणात् तत्र अजादि अस्ति तत्कारणात् तत्र यन् सन्धिं प्रबाद्य तत् अचिष्णु धातु ब्रुवां योव इवं वङ्गौ तस्य इति इयङ् आदेशः भवति. तत्तु अहं गतसप्ताहे वयं बहुकालपर्यन्तं तत्र चर्चितवन्तः. तत्र तत् अत्र यः इकारः अस्ति रकारस्य इकारः यः अस्ति तस्य स्थाने इय आदेशः भवति, इयङ् आदेशः भवति, इयङ् आदेशः भवति. परन्तु इयङ् अपि नित् अस्ति तत्कारणात् निच्च इति तत् इकारस्य एव स्थाने इ आदेशः भवति. सम्पूर्णतया न भवति. अनेकाश्चित् काश्चित् तस्य तत् सर्वस्य तत् सूत्रेण तत् कार्यं न भवति. निश्चयेन अन्त्यस्य एव आदेशः भवति. इकारस्य स्थाने इ आदेशः भवति. मृ योग इ योग अ मृ मृ योग अ मृय इदानीं तिङ् प्रत्यया योजित्वा तत् ते आत्मनिपदी धातुः अस्ति. यथा मृङ्ग नित् नित्वा तत् अनुदाते नित् आत्मनिपदी आत्मनिपदं तत् आत्मनिपदी धातुः आसीत्. तत् मृयोगते म्रियते तत् निष्पन्नं भवति अन्ततः गत्वा. समीचीनं महोदय, सम्यक्. सर्वे अवगतवन्तः इति भाति. वदतु महोदय. अत्र इको एनचि अचिष्णु धातु ब्रुवां अनयोः सूत्रयोः अस्ति, अत्र विप्रतिषेधः वा अत्र इको न तत्र यत्र यत्र अचिष्णु धातुर्भुवां युवोरियङ् वङ्गौ कार्यं कर्तुम् आगच्छति तत्र तत्र इको एणचि अपि आगच्छति. इको एणचि इत्यस्य कार्यक्षेत्रं तु बृहत् अस्ति. यत्र वर्णकार्यम् अस्ति तत्रापि इको एणचि कार्यं कर्तुं शक्यते किल. धातुः भवेत्, प्रत्ययः परे भवेत् इति किमपि निमित्तं नास्ति इको एणचि इत्यस्य. परन्तु अचिष्णु धातुब्रुवां युवोर् यङ् वङ्गौ इत्यस्य तु तादृश किञ्चित् लिमिटेशन्स् अस्ति. परः श्नु प्रत्ययः वा भवेत्, अजादिप्रत्ययः भवेत् इति तादृश लिमिटेशन्स् अस्ति. अतः द्वयोः मध्ये किं भवति एतत् अन्तरङ्गसूत्रमस्ति इति भवति वा तादृश न न अथवा न अङ्गकार्यमिति तदपि न बलीय अङ्गकार्य न न न तदपि नास्ति कि अत्र यत्र यत्र यत्र द्वयोः सूत्रयोः बल समानतुल्यबलम् अस्ति अन्यत्र तादृशस्थले विप्रत्यय इको एणचि इत्यस्य तु अन्यत्र अन्यत्र लब्धावकाशः अस्ति किल तुल्यबलविरोधः तु नास्ति अशिष्टुधातुपूर्वम् अस्तु तस्य प्रसक्ति अपवादसूत्रं भवति वा अपवादः अन्यत्र लब्धावकाशः अस्ति इको एणचि इति सूत्रस्य अतिष्णुधातुगुवाम् अत्र कार्यं न करोति चेत् तस्य अन्यत्र लब्ध अवकाशः नास्ति परन्तु अत्र अन्य अन्येषु स्थलेषु भवति ब्रुवाम् इति खलु आं तद् तादृशं परन्तु इको एनचि इत्यस्य अपेक्षया क्षेत्रं तु लघु एव किल इको एनचि इत्यस्य किमपि तत्र तादृश लिमिटेशन्स् किमपि नास्ति यत्र यत्र वर्णकार्यं भवति तत्र तत्र इको एनचि आगत्य कार्यं कर्तुं शक्यते किल अजादिप्रत्ययः भवेत् परे इति किमपि नास्ति वर्णः अकारादिवर्णः अस्ति चेदपि तस्य कार्यं भवति एव यण् सन्धिः प्राप्तिः यत्र यत्र भवति अतः इको एनचि इत्यस्य क्षेत्रं बृहत् अस्ति अचिष्णुधातु ब्रुवां सब्सेट् इति वदामः किल लघु अस्ति तस्य क्षेत्रं तस्य अपेक्षया अतः अपवादभूतसूत्रम् अपवाद न अन्तरङ्ग बहिरङ्ग तादृशं न किमपि नास्ति तादृशं किमपि नास्ति भगिनि एकः प्रश्नः अस्ति अत्र अचिष्णुधातु ब्रुवां परसूत्रम् अस्ति इको यञ्चि पूर्वसूत्रम् अस्ति तत् तस्य किं कोऽपि चर्चा भवति वा अत्र तत्र न आवश्यकमेव किल यत्र वयम् अपवादः इति वदामः तत्र सूत्रसङ्ख्यायाः महत्वमेव नास्ति इति बहुवारं वयं चर्चितवन्तः किल वर्गे अपि अस्माकं स्वरूप् महोदयस्य वर्गे अपि यत्र यत्र अपवादः इति वयं निश्चयं कुर्मः तत्र सूत्रसङ्ख्यायाः महत्वमेव नास्ति अतः एतत् क्रमः यत् एषः क्रमः यद्वयं दृष्टवन्तः अस्मिन् मृङ् इति धातोः विषये तद् बहु मुख्यक्रमः अस्ति सामान्यसूत्रम् इको एणचि तत्तु सर्वदा आगच्छति एव यत्र यत्र वर्णनिमित्तककार्यं वा प्रत्ययनिमित्तककार्यं तद् आगच्छति एव परन्तु इको एणचि तद् प्रबाद्य सार्वधातुक अर्धधातुकयोः इति सूत्रम् अङ्गकार्यं तत्र अङ्गकार्यं सार्वधातुक अर्धधातुकयोः इति अङ्गकार्यं तत् बलवत् अनन्तरम् अत्र सार्वधातुकम् अपित् इत्यनेन अपित्वात् नीत्वा ङिति च इत्यनेन गुणनिषेधः अनन्तरम् अस्माकं विशिष्टसूत्रमस्ति अत्र रिंशय ङ्लिंशु इति विशिष्टसूत्रमस्ति तत् यदा महोदय उक्तवान् तत्र तत्तु ङित् अस्ति ङकारस्य इत्संज्ञा भवति अतः रिङ् इति यद् आदेशः तद् अनेकाल् अस्ति चेदपि अन्त्यादेशः एव भवति ङिच्च इति परिभाषासूत्रस्य आधारेण अनन्तरम् इको एणचि पुनः आगच्छति कार्यं कर्तुं तद् पुनः अचिष्णुधातु ब्रुवां युवो यङ् वङ्गौ इति सूत्रेण तस्य बाधा भवति अनन्तरं यङ् इति आदेशः तदपि ङित् अस्ति अनेकाल् चेदपि अन्तादेशः भूत्वा म्रियते इति रूपं सिद्ध्यति अस्तु तदेव तत्र कार्यं महोदय अग्रे अपि पठतु महोदय अस्तु अत्र एकः प्रश्नः उदेति यदा रिङ् आदेशः विहितः तदा मृ इति रूपम् अस्यां स्थितायां स्थित्यां धातुसंज्ञा न अस्ति किल तर्हि अचि शृणु धातु भ्रुवां योवर् इवङ् उमङ्गो तस् इत्यस्य प्रसक्तिः कथम् अत्र अचि शृणु धातु भ्रुवां योग इमङ् उमङ्गो तत् सूत्रे तत् धातुसंज्ञा भवेत् तत् आवश्यकता तस्य आवश्यकता अस्ति, परन्तु अत्र यः प्रश्नः उदेति यथा इरिङ्ग आदेशः भवति तः मृ इति रूपम् अस्ति, तत् तस्य धातुसंज्ञा न अस्ति किल, तत्कारणात् तत् कथं च अचिष्णु धातु ब्रह्म योर् इमङ् उमङ्गो इत्यस्य प्रसक्तिः अस्ति, कथं भवति तत्? उपदेशावस्थायां मृ मृङ् इति धातुः आसीत्, अनन्तरं यदा वयं कार्यं कृतवन्तः रिङ् शयङ् लिङ्षु इत्यनेन आदेशकार्यं कृतवन्तः, इदानीं मृ इति रूपमस्ति, तद् धातुः वयं तु जानीमः अचिष्णु धातु ब्रुवां युवोर् यङ् वोङ्गौ इत्यस्य प्रसक्तिः धातोः युवोः धातोः परे एव भवति, इदानीं मृ इति यद् रूपमस्ति तद् धातुः वा न वा इति प्रश्नः, धातुसंज्ञा इदानीमपि तिष्ठति वा अपगच्छति वा, यदा आदेशकार्यं भवति तद् अपगच्छति वा अस्ति वा इति एव प्रश्नः. महोदय भवतः उत्तरं किम्? अहं चिन्तयामि अत्र यावत् पर्यन्तं तत् विकरणप्रत्ययः तत् न योजितवन्तः वयं, तत्र धातुसंज्ञा तु भवति एव तत्र, तत्कारणात् तत् धातुः तु अस्ति एव. समीचीनम् उत्तरम्. आं सम्यक्, तदेव उत्तरम् अस्ति. पठतु महोदय, तदेव अग्रिमपरिचये अस्ति. आदेशस्य योजनेन आगमस्य योजनेन च धातु धातुरेव तिष्ठति, स्वस्य धातुसंज्ञा तिष्ठति. मृ मृ इत्यस्य विकारेण मृ तदानीं धातुः, तस्य धातुसंज्ञा तदानीम् अस्ति यतः रि इति आदेशः, अनन्तरं यङ् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते. मृ मृय मृग अयम् अपि धातुः, परन्तु एकवारं यदा विकर्णप्रत्ययः संयोजितः तदा धातुसंज्ञा न तिष्ठति. मृय योग मृय श इति विकर्णप्रत्ययः, तस्य पृथक् प्रत्ययसंज्ञा अस्ति, अतः तस्य संयोजनेन मृय इति अधुना धातुः न अस्ति, अस्यां दशायां धातुसंज्ञा न तिष्ठति, अधुना अङ्गसंज्ञा एव वर्तते. अत्र यथा पूर्वमेव उक्तं, तत्र अत्र आदेशस्य योजनेन अत्र धातुसंज्ञा तु तिष्ठति एव, यथा मृ ऋकारस्य स्थाने यथा तत्र रिङ्ग् योजयित्वा तत् मृ भवति, तथा अपि तस्य धातुसंज्ञा तु तिष्ठति एव, यथा रि इति आदेशः आसीत्, अनन्तरं यङ् यदा अचुषणु धातु ब्रुवां योवर् इवङ् उमङ्गो तत् यङ् आदेशः भवति, तत् संयोजनेन अपि तस्य धातुसंज्ञा तिष्ठति एव, यावत्पर्यन्तं तत्र विकर्णप्रत्ययः अकारः न योजयामः तावत् तस्य धातुसंज्ञा तिष्ठति एव. श इति विकर्णप्रत्ययः तस्य पृथक् प्रत्ययसंज्ञा अस्ति, तथा तस्य संयोजनेन मृय इति अधुना धातु नास्ति, यथा मृय भवति तत् धातुसंज्ञा नास्ति, तत् कारणात् तत् भिन्नवार्ता अस्ति तथा. सम्यक्, समीचीनं. विकर्णप्रत्ययः यदा आगच्छति तदानीम् एव तस्य परिवर्तनं भवति, तदानीमेव तद् धातुसंज्ञा त्यजति, तावत् पर्यन्तं तद् धातुसंज्ञा तिष्ठति एव. अतः किमपि कार्यं धातोः विषये धातुनिमित्तीकृत्य किमपि कार्यमस्ति चेत् तद् वयम् अवश्यं कर्तुं शक्नुमः, अनन्तरं यदा विकर्णप्रत्ययः योजयामः तदानीं तद् यदा त्यजति तस्य धातुसंज्ञा इति यद् नामकरणं तद् त्यजति, तदानीं वयं तादृशकार्याणि वयं न कर्तुं शक्नुमः, तावदेव. तदपि बहु मुख्यबिन्दुः अस्ति, यदा वयम् अग्रे अपि पठिष्यामः तस्मिन् विषये, धातुनिमित्तिककार्याणि यावत् पर्यन्तं भवति इत्युक्ते यावत् पर्यन्तं वयं विकर्णप्रत्ययः न योजयामः तावत् पर्यन्तं भवति, यदा योजयामः तदानीं तत् धातुसंज्ञा धातु इति संज्ञा तत् त्यजति, अङ्गं वा किमपि अन्यसंज्ञा नूतनसंज्ञा भवति. स्पष्टं वा? एतत् बहु मुख्यबिन्दुः अस्ति. आम् भगिनि. आम् भगिनि. धन्यवादः. धन्यवादः महोदय. श्रीवल्ली भगिनी, तत्र तुदादिगणे चत्वारः ऋकारान्तदातवः इति अस्ति किल, तत्र प्रिङ् इति धातुः स्वीकरोतु, तत्र एतादृशमेव सोपानानि वदति वा प्रक्रिया एकवारं? बाध्य यद् यद् सूत्रेण बाधितं तत् सूत्रमपि वदतु भगिनि. आं भगिनि, मृङ् मृङ् इति प्रत्ययः नित् नकारस्य इति लोपः भवति, मृ एव अवशिष्यति. द्वितीयं क्षम्यतां, द्वितीयं पृङ् व्यायमे कार्यं तद् पृङ् पृङ् पृङ् व्यायामे कार्ये निमग्नः भवति इति अर्थः. पृङ् इति ऋकारान्तदातवः, नकारस्य लोपानन्तरं प्रु एव अवशिष्यते. ऋकारान्तदातवः ऋकारान्त प्रु योगः शप् योजयेन इको यदचि इति सूत्रस्य प्रसक्तिः प्राप्तिः अस्ति, परन्तु इपोयनिचि इति सूत्रस्य प्रभाव्य सार्वधातुक आर्धधातुकयोः गुणः भवति, गुणप्राप्तिः अस्ति, परन्तु श प्रत्ययः अपित् इति अस्ति. सार्वधातुकम् अपित् इति सूत्रेण श प्रत्ययः निद्वत् भवति. तत्र निति च इति सूत्रेण नित्वात् गुणनिषेधः भवति, तत्र गुणनिषेधः भवति इति मृयोगः आ इति रिङ् शय शय लिङ्क्षु इति सूत्रेण ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति. मृ इति धातोः ऋकारस्य स्थाने रि इति आदेशः भवति. सो पकार योगः रि योगः आ इति आयाति. अत्रापि इकोयनचि इति सूत्रस्य प्रसक्तिः अस्ति, प्राप्तिः अस्ति, परन्तु इकोयञ्चि सूत्रप्रभाव्य अचिष्णु धातु ब्रुवाम् लोर् इयन् ओङ्गौ सूत्र इति अनेन सूत्रेण इयङ् आदेशः भवति. ह्रस्व इकारस्य स्थाने इयङ् इति आदेशः भवति. इयङ् इति अनेकाल्, परन्तु निच्च इति सूत्रेण अन्त्यादेशः भवति. सो रूपं प्रयोगः इ योगः आ प्रिय प्रि इति योगः अकारः योग प्रिया इति अङ्गं प्रिया इति नित्वत् अनुदात्त नित आत्मनेपदम् इति सूत्रेण प्रिङ् इति धातोः आत्मनेपदी धातुः ते इति विकरणप्रत्ययः योजयेन प्रियते इति रूपं भवति. ते इति तिङन्तप्रत्ययः, तिङन्तप्रत्ययः सारि तिङन्तप्रत्ययः इति योजनेन क्रियते इति रूपं भवति. सम्यक् भगिनि, उत्तमं. प्रियते इति रूपं भवति, यदा म्रियते साधितवन्तः तादृशमेव प्रियते इति रूपं, सोपानानि समानानि एव. सम्यक्. अत्र यदा वयं प्रसक्तिः प्राप्तिः, अत्यपि तत्र प्राप्तिः इति सर्वत्र लिखितमस्ति, तत्र प्रसक्तिः प्राप्तिः मध्ये केचन भेदाः सन्ति. प्रसक्तिः इत्युक्ते तस् आगत्य कार्यम् अवसरः इति समानार्थकशब्दः. प्रसक्तिः इत्युक्ते अवसरः अस्ति. प्राप्तिः इत्युक्ते कार्यं करोति इति वयं स्वीकुर्मः चेत्, यदा वदामः तादृशं स्वीकुर्मः चेत् किञ्चित् क्लारिटि आगच्छति. यद्यपि तत्र प्राप्तिः प्राप्तिः इति सर्वत्र यदा वयं पठामः, यण्स् इको यणचि इत्यनेन यण्सन्धिः प्राप्तिः इति पठामः, तत्र वयं चिन्तयामः ओहो यण्सन्धिः अत्र कार्यं करोति वा इति. परन्तु यदा अग्रिमवाक्यं पठामः, तत्र अपित्वात् यण्सन्धि प्रबाद्य अचिष्णुधातु ब्रुवाम् आगच्छति इति अस्ति. अतः यदा वयं अस्माकं मनसि यदा क्लेशः न भवति इति कारणेन प्रसक्तिः इत्युक्ते अवसरः इति स्वीकुर्मः, प्राप्तिः इत्युक्ते कार्यं करोति इति स्वीकुर्मः. अस्तु, सम्यक्. अग्रे अपि पठतु भगिनि. दृङ् आदरे इति रूपं ध्रियते. धङ् अवस्थाने स्थितः भवति, जीवितः भवति इति रूपम् अध्रियते. समानसोपानानि सन्ति. अग्रे सरामः. रिङ्ग् सूत्रं रिङ् शयग्लिंशु इति ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति. प्रत्यये यत् प्रत्यये यकारादि आर्थधातुकलिङ् प्रत्यये च परे षश्च यच्च लिञ्च तेषाम् इतरेतरग्रन्थः षग्लिङ्गः तेषु षग्लिंषु रिङ् प्रथमान्तं षयग्लिंषु सप्तम्यान्तं द्विपदमिदं सूत्रम् अयन् ईमिति इत्यस्मात् ई इति अनुवृत्तिः अपसार्वधातुकयोः दीर्घः इत्यस्मात् असार्वधातुके इति अनुवृत्तिः रीन् ऋतः इत्यस्मात् ऋतः इति एषाम् अनुवृत्तिः अङ्गस्य इति अस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य रिन् ई असार्वधातुके शेग्लिंशु इति सम्पूर्णसूत्रमस्ति. ऋकारान्त अङ्गस्य रिङ् आदेशः भवति. निमित्तं श प्रत्यये परे यत् प्रत्यये परे यकारादि आर्थधातुक लिङ् प्रत्यये परे आयाति. तत्र अनुवृत्तिसहितसूत्रम् एकवारं परिशीलयतु भगिनि. आम्, कुतः अङ्गस्य रिङ् ई असार्वधातुके शयक्लिंशु ऋतः अङ्गस्य अङ्गस्य विशेषं ऋतः षष्ठ्यान्तं सुऋकारान्तदातवः ऋत् इति तपरकरणम् अस्ति. ऋतः अङ्गस्य सस्वऋकारः एव ऋकारान्तस्य. आम्, एकनिमिषम् अहं वदामि. तपरकरणमेव इति चिन्तयामि. अत्र किमपि न दत्तमस्ति तस्मिन् विषये, उच्चारणार्थम् इति न दत्तम् अस्ति. अतः प्रायः ह्रस्व ऋकारान्तस्य एव भवति वा, भवति चेत् तपरकरणमेव. पश्यामः, अग्रे आगच्छति चेत् अहं पुनः वदामि. इदानीं पर्यन्तं किमपि न दत्तमस्ति, ऋस्वारकारान्तः एव स्वीकुर्मः. रिङ्ग् इति प्रथमान्तं रिङ्ग् आदेशः भवति. ई सप्तम्यन्तम् असर्वधातुके इति सप्तम्यन्तं शयलिंशु ई इति असार्वधातुके यकारादि इति मन्यते. यकारादि असार्वधातुके ई सार्वधातुके लिङ् इति स्वीकरणीयम्. अनन्तरं ऋतः अङ्गस्य तद् तु समीचीनं. रिङ्ग् इति प्रथमान्तं पदं तदेव आदेशरूपेण आगच्छति. अनन्तरं किम् अस्ति लिङ् प्रत्यये परे लिङ् इति यकारादिलिङ्षु यकारादि असार्वधातुक लिङ् असार्वधातुके इति आर्धधातुके सार्वधातुके असार्वधातुके इत्युक्ते आम् सम्यक् आर्धधातुके सार्वधातुकः नास्ति इति नास्ति सम्यक् समीचीनम्। अतः ऋकारान्त अङ्गस्य रिङ् आदेशः इति तत्तु मुख्यं, तदेव कार्यम्, अस्माकं कार्यमस्ति। निमित्तं त्रीणि निमित्तानि, श प्रत्यये परे, श प्रत्ययः इत्युक्ते अस्माकं तुदादिगणः, यक् प्रत्ययः इत्युक्ते कर्मणि, कर्मण्यार्थे यक्। अनन्तरं यकारादि आर्धधातुक असार्वधातुके इत्युक्ते आशीर्लिङ्ग्, आशीर्लिङ्ग् परे इति निमित्तत्रयम् अस्ति। श प्रत्ययः तु वयं जानीमः, अस्माकं मृधातुः इति एव स्वीकुर्मः चेत् ऋकारान्त अङ्गस्य इति आगच्छति। यक् प्रत्ययः कर्मणि किमपि स्वीकरोतु, कृ धातुः स्वीकरोति चेत् कृयोगः यक् योगः, ते आत्मनेपदीरूपमेव आगच्छति किल कर्मणि अपि, अनन्तरं क्रियते। सम्यक् समीचीनम्। अनन्तरं याशिर्लिङ्ग् इत्युक्ते बृ धातुः य इति यकारादि प्रत्ययः योगः तिप् ब्रियात् इति एकम् उदाहरणं दत्तमस्ति अत्र, क्रियात् ब्रियात् इति आगच्छति किल तादृश। अत्र वयं यद् मुख्यबिन्दुः अस्ति इत्युक्ते असार्वधातुके इति शब्दः केवलं लिङ्ग् इत्यस्य एव विशेषणरूपेण आगच्छति। श प्रत्ययः यक् प्रत्ययः सार्वधातुकप्रक्रियायामेव आगच्छतः। अतः भिन्न आर्धधातुकसार्वधातुकप्रत्ययोः कृते एतत् सूत्रं, न केवलं सार्वधातुकप्रत्यये परन्तु आर्धधातुकप्रत्ययस्य विषये अपि। सम्यक् वा? अस्तु, अरुणा भगिनी अग्रे पठति वा? यस्मिन् विधिः भगिनि, यस्मिन् विधिः तदन्तं तदादौ तदादौ अल्ग्रहणे इति परिभाषया ई नाम यकारादौ यस्य आदौ यकारः तस्मिन् परे ई असर्वधातुके च लिङ्गः विशेषणं येन विधि तदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारस्य इति अङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य रिङ् नित्, अतः अलोन्तस्य इत्यस्य बाधकसूत्रम् अनेकाश्चित् सर्वस्य तत् प्रभाद्य निच्छ इति सूत्रेण आदेश नित् चेत् तर्हि अनेकाश्चेत् अपि अङ्गस्य अन्तस्य एव स्थाने आदेशः भवति। वदति यस्मिन् विधिः तदादौ अल् गहने इति परिभाषया अहं न अवगतं भगिनि, ई नाम यकारादौ। तत्र सूत्रस्य विवरणमेव पुनः दत्तमस्ति व्याख्यां। तत्र यदा अहम् उक्तवती त्रीणि निमित्तानि सन्ति इति, असार्वधातुके ई असार्वधातुके, अनन्तरं ऋतः अङ्गस्य, अनन्तरम् अस्माकं तृतीयमासीत् क्ष प्रत्यये परे, तदेव पुनः कुत्र आगच्छति इति दत्तमस्ति। रघुपतिमहोदय प्रयत्नं करोति वा? आं भगिनि, एकवारं पठामि। यस्मिन् विधि तदादौ अल्ग्रहणे इति परिभाषा ई नाम यकारादौ यस्य आदौ यकारः तस्मिन् परे ई सार्वधातुके च लिङ्गः विशेषणमस्ति, नाम यकारादौ ई सार्वधातुके च लिङ्गविशेषणं येन विधि तदन्तस्य इत्यनेन ऋतः प्रथम वाक्यमेव वदतु। अस्तु, यस्मिन् विधिः अपि ई इति अस्ति सप्तम्यमस्ति, विशेषणं सार्वधातुके सार्वधातुके यत्र विशेषणं सप्तम्याम् अस्ति तर्हि तादृश सार्वधातुकप्रत्यये यस्य आदौ तस्य आदिः आदिमवर्णस्य ग्रहणं भवति न तु अलोन्तस्य इति इत्यस्य अन्तिमवर्णस्य इति अहं चिन्तयामि अल् अल् ग्रहणे एयादौ सम्यक् एव सप्तमी इति सम्यक् एव अलोन्त्यस्य अनेकाश सर्वस्य निच्च सर्वम् आदेशविषये एव यदा षष्ट्या स्थानि उक्तमस्ति तत्र स्थानिनः कः इति प्रश्नः आगच्छति किल तत्र एव अलोन्त्यस्य अनेकाश्चित् सर्वस्य निच्च सर्वम् आगच्छति अत्र तु विधिः विषये वयं इदानीं पर्यन्तं किं दृष्टवन्तः येन विधिस्तदन्तस्य इत्यनेन तादृशमङ्गं यस्य अन्ते ऋकारः अस्ति इति तादृशं दृष्टवन्तः इदानीं यस्मिन् विधिः तदादौ अल् ग्रहणे इति आदिमग्रहणं यत्र यदा भवान् उक्तवान् सप्तम्यन्तं वर्णबोधकं पदं विशेषणम् अस्ति तर्हि तत्र अन्तः नास्ति आदिः ग्रहणं भवति आदिग्रहणं भवति अत्र यका ई इति यद् पदम् अस्ति विशेषणरूपेण असार्वधातुके लिङ् इति पदस्य विशेषणमस्ति ई इति वर्णबोधकं सप्तम्यन्तम् अस्ति तादृशस्ति तौ वयं सप्तम्यन्तं वर्णबोधकं पदं विशेषणं तर्हि तदन्तं न बोधयति तद् आदौ बोधयति इति स्वीकरणीयम् अस्माकं निमित्तसप्तमी अस्ति तत्र असार्वधातुके इति यकारादि यत्र विशेषणं षष्ठ्यम् अस्ति तर्हि तत्र अन्तिम अल् ग्रहणं विशेषणं सप्तमी अस्ति चेत् आदिम अल् ग्रहणं वर्णः अस्ति चेत् विशेषणरूपेण इति वर्णः अस्ति चेदेव यदा षष्ट्याम् अस्ति पञ्चम्याम् अस्ति तदा अन्तग्रहणं भवति यदा वर्णबोधकपदं विशेषणरूपेण आगच्छति तद् अनन्तरं सप्तम्यामपि अस्ति तत्र अन्तग्रहणं नास्ति आदिमग्रहणम् आदिग्रहणं भवति तदादौ अल् ग्रहणे अत्र अस्माकं विषयः ई सार्वधातुके इति अस्ति सप्तमी इति वयं जानीमः निमित्तसप्तमी असार्वधातुके इति कथं वयं स्वीकुर्मः कथं जानीमः इत्युक्ते तदादौ अल् ग्रहणे इत्यनेन यस्मिन् विधिः इत्युक्ते सप्तम्यां यद् विधिः निर्दिष्टम् अस्ति असार्वधातुके इति सप्तम्यां निर्दिष्टविधिः अस्ति तत्र आदौ अल् ग्रहणे तस्य यकारादौ इति स्वीकरणीयम् अल् इत्युक्ते वयं जानीमः सर्वे वर्णाः यकारादौ यस्य आदौ यकारः अस्ति तादृशप्रत्ययस्य ग्रहणम् इति वदति अवगतवन्तः वा अरुणा भगिनि एतदपि बहु मुख्यमस्ति कुत्र आदिः आदिग्रहणं कुत्र अन्तग्रहणम् इति प्रश्नः बहुवारम् आगच्छति यदा वयं सूत्रं परिशीलयामः तत्र अस्माकं तत्र विभक्तिः कः इति द्रष्टव्यं तत्र यदा सप्तमी विभक्तिः अस्ति विशेषणरूपेण अस्ति तत्र वर्णमेव विशेषणरूपेण आगच्छति तत्र वयं अन्तग्रहणं नास्ति आदिग्रहणम् इति स्वीकर्तव्यं सम्यक् अरुणा भगिनी इदानीं द्वितीयपङ्क्ति पठति वा तद् तु वयं जानीमः पूर्वं बहुवारं पठितवान् आम् येन विदितदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारस्य इति अङ्गस्य अपि तु ऋकारन्तस्य अङ्गस्य अतः अलौन्तस्य इत्यस्य बाधकसूत्रम् अनेकाश्चित् सर्वस्य तत् प्रपद्य निच्च इति सूत्रेण आदेशः नित् चेत् तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः भवति. सूत्रं वदति आदेशः इति कुत्र आदेशः भवति, अन्तवर्णस्य वा पूर्ण अङ्गस्य आदेशः भवति इति निर्णयं कुर्मः. तेन विधि तदन्तस्य वदति ऋतः अङ्गस्य केवलं ऋकारस्य अपि एव ऋकारस्थाने एव ऋकारान्ताङ्गस्य एव करणीयं, परन्तु अतः रिङ् नित् अतः अलोन्त्यस्य इति सूत्रेण केवलम् अन्तवर्ण्यस्य एव करणीयम् इति वदति, परन्तु बाधकसूत्रम् आगच्छति अनेकाश्चित् सर्वस्य तत् प्रदभ्य निच्च इति सूत्रेण रिङ् इति निच्च नित् नित् अस्ति रिङ् इति आदेश स्थाने, ततः अन्त इति सूत्रेण आदेश नित् चेत् तर्हि अनेकाल् चेदपि अङ्गस्य एव अन्तस्य एव स्थानम् आदेशः भवति. अत्र यदा पश्यामः ऋतः अङ्गस्य इति षष्टिविभक्त्यां निर्दिष्टम् अस्ति, अतः तादृशम् अङ्गं न केवलं तादृशम् अङ्गं यस्य अन्ते ऋकारः अस्ति अपि तु ऋकारान्तस्य अङ्गस्य इति विधिः, यत्र विधिः तदन्तविधिः प्रथमम्, अनन्तरमेव आदेशविषये यद् षष्ट्या निर्दिष्टः तस्य अन्तस्य स्थाने एव आदेशः भवति इति अलोङ्क्यस्य वदति. अस्माकं षष्ट्या निर्दिष्टपदं किम् अस्ति, ऋतः इति षष्ट्या निर्दिष्टं, तस्य स्थाने एव आदेशः वा इति प्रश्ने सति रिङ् इति आदेशः अनेकाल् अस्ति, अतः इदानीम् अनेकाल्चित् सर्वस्य आगच्छति कार्यं कर्तुं. पुनः तदपि बाधितं भवति रिङ् इत्यस्य ङकारस्य इत् भवति, ङित् अस्ति, रिङ् ङित् अस्ति, अतः अन्तादेशः एव भवतु इति, यद्यपि आदेशः अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव आदेशः भवति इत्येव वदति. अतः येन विधिस्तदन्तस्य इति तदन्तविधिः, यत्र विधिः करणीयम् इति तत्सूत्रं परिभाषासूत्रं वदति. अलोन्त्यस्य अनेकाश्चित् सर्वस्य सर्वं तु आदेशविषये, षष्ट्या यद् निर्दिष्टः तस्य अन्त्यस्य स्थाने आदेशः वा, अनेकाल् अस्ति चेत् अनेकाल् षित् सर्वस्य इत्यनेन आदेशः वा, यदा अस्माकं रिङ् इति स्थलेषु ङित् अस्ति चेत् अन्त्य आदेशः परन्तु अनेकाल् तादृशः वा इति वदति. समीचीनं वा? सम्यक्. अस्तु, रघुपति महोदय अग्रिम. येन विधिस्वतन्त्रस्य तत्र तदेव तत्र प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं येन विधिस्वतन्त्रस्य विशेषणं तदन्तस्य अपि भवति स्वस्य अपि भवति. अनुवृत्तिसहितसूत्रमस्ति येन विधिः तदन्तस्य स्वस्य रूपस्य च परिभाषा, स्वस्य रूपस्य च इति परिभाषासूत्रमस्ति. येन विधिः भवति तद् तादृश स्वस्य च अपि च तदन्तस्य इति पूर्वं पठितवन्तः. अग्रिमं महोदय. अग्रिम निच्च नित् आदेशः अनेकाल् चेदपि अन्तस्य एव स्थाने भवति. इदं सूत्रम् अनेकाल्चित् सर्वस्य इति सूत्रस्य अपवादः. अनेकाल्चित् सर्वस्य तु अलोन्तस्य इत्यस्य अपवादः. नकारः इत् यस्य सः नित् बहुव्रीहिः. नित् प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम् अलोन्तस्य इत्यस्मात् अलः अन्त्यस्य इत्यनयोः अनुवृत्तिः, स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति नित च निच्च अन्त्यस्य अलः स्थाने इति. अत्र णिच् यत् नि आदेश णित् अस्ति तत् अनेकाल् षित् सर्वस्य इत्यस्य अपवादभूतसूत्रमस्ति. अनेकाल् षित् सर्वस्य यत्र यदि आदेश अनेकाल् अस्ति चेत् सम्पूर्णस्थाने भवति, परन्तु णित् अस्ति चेत् अन्त्यस्य अन्त्यस्य स्थाने एव भवति इति. आदेशः अनेके वर्णाः सन्ति चेत् सर्वादेशः न भवति, परन्तु अन्तादेशः भवति. सम्यक्. अग्रिमम् अपि महोदय. हलीच हलीच इति सूत्रे यथा तथैव अचिष्णुधातुब्रुवं यवो इयङ् वोङो इति सूत्रे अपिति परे किति परे निति परे वा न उक्तम्. न वा अनुवृत्तौ अस्ति, परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे. अतः पाणिनेः वदनस्य आवश्यकता नासीत्. अर्धमात्रा लाघवेन पुत्रोऽसौ मन्यन्ते वैयाकरणः इत्युच्यते. अर्धमात्रायाः अपि वर्था न भवति. अतः अस्माभिः अनुमानेन अवगतमेव. अत्र हलिच इति सूत्रे तथैव अचिष्णुधातुभुवं युवम् इति सूत्रे अपित् अपित् परे किति परे निति परे वा न उक्तम्. अनुवृत्तिः अपि नास्ति, परन्तु एतेषां सूत्रयोः सम्भावना पिति परे अस्ति. अस्ति वा पिति परे न सम्भवति खलु कार्यं न सम्भवति पिति परे न सम्भवति. अतः अतः तस्य आवश्यकता नास्ति. किमर्थम् इति किं भवति अत्र पितिपरे? पितिपरे गुणः भवति खलु, अत्र तु नास्ति. अतः पितिपरे गुणः भवति. अतः हलीच इति सूत्रं पितिपरे यदा भुवादिगणे भवितुम् अर्हति वा? हलीच रेफान्तवकारान्तधातोः उपधाभूतस्य इक् वर्णस्य हल् वर्णे परे दीर्घादेशः भवति इति सूत्रस्य व्याख्या. दीर्घादेशः भवति इति निमित्तं हल् वर्णे परे उपधा अस्ति चेत् न भवति खलु. उपधा दीर्घवर्णः अस्ति चेत् न. यदा रेपवकारान्तधातुः किल हलिपरे किल हलिपरे अस्माकं भुवादिगणे तु अजादि अजादि अस्ति. सम्यक्. रेपान्तवकारान्तधातुः बहवः वयं दृष्टवन्तः किल. तत्र दीर्घादेशः न भवति. किं हलीच इति सूत्रस्य तत्र प्रसक्तिः एव नास्ति. हल् वर्णे परे एव किल. हल् वर्णः तत्र न एव भवितुम् अर्हति. अकार अस्माकं शप् इति विकरणप्रत्ययः अनुबन्धलोपानन्तरम् अ एव अवशिष्यते. तत्तु अजादिः अस्ति. समीचीनं वा महोदय चिन्तनं? आं भगिनि. अतः तत्र न भवति. अनन्तरं यदा पिति परे इत्युक्ते गुणस्य सम्भावना अस्ति चेत् तद् भवति. दिवादिगणे तु यत्र यत्र हल् परे अस्ति वा अपित् अस्ति तत्र तत्र हलीच वा अचिष्णुधातुब्रुवां वा यस्य प्रसक्तिः अस्ति तद् तस्य कार्यं भवति, अवश्यं भवति. समीचीनं. विजया भगिनी अस्ति वा? भवत्याः सङ्ख्या तु दृश्यते. नमस्ते भगिनि. नमस्ते. पठतु भगिनि. दीर्घ दीर्घरिकारान्तदातवः द्वौ सः उदादिगणे कृ विक्षेपे अन्य अर्थः क्षिपति प्रसारयति इति गृ निगरणे इति द्वौ विकारान्तदातुः स्तः. अधुना अस्माभिः दृष्टं यत् रस्व विकारान्तदातूनां रिङ् आदेशः भवति यथा मृङ् इत्युक्ते रिङ् आदेशः भवति अत्र मृ योग मृ इत्युक्ते इयङ् आदेशः मृय मृ योगः शकार वितरणप्रत्ययः अकारः इति भवति मृय इति अङ्गम् अनन्तरं ते इति आत्मनेपदयोजनेन म्रियते इति वयं पूर्वमेव एतद् विषये दृष्टवन्तः. अग्रे पठामि वा भगिनि? आम् आं भगिनि. दीर्घरिकारान्तधातूनां क्रमः भिन्नः. स्मर्यते यत् दिवादिगणे दीर्घरिकारान्तधातुषु ऋकारस्य स्थाने इ आदेशः द्रु जि परन्तु सुदादिगणे अपि सदा उभयत्र ऋत इदत्तोः इत्यस्य प्रसक्तिः परन्तु ततः अग्रे विद्यते यतोहि दिवादिगणे शन् अनादिः अपीत् किन्तु सुदादिगणे श अजादिः अपीत् दिवादिगणे खलीच इत्यनेन उपधायाम् इकः दीर्घत्वं भवति परन्तु सुदादिगणे खलीच इत्यस्य प्रसक्तिः नास्ति अतः उपधायां युक् रत्वः तिष्ठति दीर्घः न भवति. अग्रे क्रमः प्रदत्तः अस्ति कृदा कृ इति धातुः तत्र दीर्घऋकारान्तधातूनां क्रमः भिन्नः. स्मरति यत् दिवादिगणे दिवादिगणे ऋकारान्तधातुषु ऋकारस्य स्थाने इ आदेशः द्रु इति जि इति तत्र कार्यं तत्र ऋत इद्धातुः द्रु इति जि भवति तत्र विकारः एव आदेशः भवति. अनन्तरं सुतादिगणे ऋत इदत इदतोः इति सूत्रेण तत्र अन्यकार्यं भवति विद्यते एव तत्र दिवादिगणे शन् अलादिः यकारः एव तिष्ठति तत्र अतः तत्र अलादि भवति दिवादिगणे. अनन्तरं सुदादिगणे सकारः एव अजादिः अकारः एव तिष्ठति तत्र एतत् सर्वम् अलेति तस्य लोपः सूत्रेण तत्र अजादिः एव तिष्ठति अपि तपि इत्यस्य दिवादिगणे हली च किमर्थं चेत् तत्र तत्र यकारः एव तिष्ठति हली च इत्यनेन उपधायं तत्र युक्तः दीर्घः परन्तु सुदादिगणे हलित इत्यस्य प्रसक्तिः नास्ति अतः इकारस्य स्थाने रस्वः एव भवति. कृ इति धातु अन्य अग्रे आगच्छति. पठामि वा भगिनि? आम् एकनिमिषं. तत्र किं भवति दिवादिगणे जृ धातोः जृ योगः श्यन् दृश्य दृश्ययोगः अनुबन्धलोपानन्तरं दृयोगः य इति आगच्छति. यदा भवती उक्तवती ऋत इद्धातोः इत्यस्य प्रसक्तिः अस्ति ऋकारस्य स्थाने जि इति आगच्छति जियोगः य तत्तु सर्वदा रपरः इति कृत्वा जिर्योगः य. इदानीं हली च पठितवती किल भगिनि? आं भगिनि. हलीच इत्यनेन जीर्यति इति रूपम् अस्तु. दीर्घ रेपान्तवकारान्त हलीपरे आम् परन्तु तुदादिगणे परन्तु तुदादिगणे एतत् न अभवत् किमर्थं चेत् तत्र रत्वम् उपादायान् हितः न कार्यं करोति रत्वमेव तत्र तिष्ठति समीचीनं सम्यक् आम् अग्रे अपि पठतु भगिनि कृ योगः श इत्युक्ते कृ दीर्घरूपेण योगः अकारः इत्युक्ते इको एनचि इति अनेन इत्यनेन यन् सन्देहे प्राप्तिः तं प्रभाद्य सार्वधातुक आर्धधातुकयोः इति गुणप्राप्तिः भूत्वा तत्र गुणप्राप्तिः सार्वधातुकम् अपीत् इत्यनेन श निस्वत् निति च इत्यनेन गुणनिषेधः कृयोगः आ ऋत इदतोः भगिनि ऋत इत् धातोः इत् धातोः इदत् इदधातोः इत्यनेन ऋदन्तस्य धातोः ह्रस्व इकार आदेशः भवति कि योगः अकारः उरण्रपः इति कार्यं करोति अत्र इत्यनेन इकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः क्रि इत्युक्ते क्रि योगः आ चिर इति अङ्गं भवति चिर योगः ति चिरति इति रूपं निष्पन्नं तत्र कृ योगः शकारः तत्र शकारः एतत् इत् भूत्वा अकारः एव तिष्ठति यन् सन्देहे प्राप्तिः अत्र अस्ति सार्वधातुक आर्धधातुक इत्यनेन गुणप्राप्तिः अस्ति तत्र अनन्तरं सार्वधातुकम् अपीत् इत्यनेन शकारः नित्वत् निति च इत्यनेन गुणनिषेधः भवति तत्र कृ योगः अकारः ऋत इत् धातोः इत्यनेन रुदन्तस्य धातोः रत्व इकारः आदेशः भवति किमर्थं चेत् तत्र चि चि एव भवति अनन्तरम् अकारः योजनेन उरन्द्रपरः इति कार्यं करोति अतः क्रि इति आगच्छति आदेशः भवति अनन्तरं क्रि योगः अकारः चिर इति तत्र अङ्गं निष्पन्नम् अनन्तरं तत्र तिङ्गप्रतियोग सि इति तिङ्गयोजनेन चिरति इति प्रथमविभक्ति लटीरूपं निष्पन्नम् अत्र हलीच इत्यस्य प्रसक्तिः अस्ति वा हलीच इति प्रसक्तिः नास्ति भगिनि किमर्थं किमर्थं चेत् तत्र अजादिप्रत्ययः अजादिप्रत्ययः अस्ति अतः कार्यं तस्य अवसरः एव नास्ति हलिपरे एव हली च अस्तु भगिनी श्रीवल्ली भगिनी अस्माकं पूर्वतनप्रश्नः आसीत् किल तत्र ऋतः अङ्गस्य इति तपरकरणं वा इति आम् तपरकरणमेव किमर्थम् इत्युक्ते अत्र दीर्घऋकारस्य कृते नूतनसूत्रमस्ति ऋत इद्धातोः अतः तद् तपरकरणं केवलं ह्रस्वऋकारान्त कृते ऋङ्क्षय लिङ्क्षु इति सूत्रस्य प्रसक्तिः सम्यक् उत्तमं धन्यवादः भगिनि राजेन्द्रमहोदय पठति वा ऋत इद् धातोः धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकार आदेशो भवति किति निति प्रत्यये परे इत् नित् भिन् प्रत्यया परे चेत् गुणे सति इकार आदेशस्य प्रसक्तिर्न भवति अलोन्त्यस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न अपि तु अन्तिमस्य अन्तिमस्य ऋकारस्य स्थाने हृस्य इकारादेशः येन विधितदन्तस्य इत्यस्य साहाय्येन ऋतः इत्यनेन रीदन्तस्य अपि ग्रहणं ऋतः षष्ट्यन्तम् इत् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् अत्र तु परिचितसूत्रमेव अस्ति वा पूर्वम् अपि अस्माभिः पठितं यत् दिवादिगणे तत् तस्य प्रसङ्गः आगतः ऋदन्तधातोः तत् अङ्गस्य ह्रस्व इकार आदेशः भवति ऋत् धातोः भवति यः धातुः ऋदन्त अस्ति तस्य धातोः ऋकारस्य स्थाने ह्रस्व इकार आदेशः आगच्छति कितिनिति प्रत्यये परे अत्र त्रादिगणे तु अपित् प्रत्ययः अस्ति तत्कालात् तथा अत्र सूत्रस्य प्रसक्तिः अस्ति कित् नित् भिन्नप्रत्ययः परे चेत् गुणे सति इकारादेशः प्रसक्तिर्न भवति यद्यपि तत् कित् नित् प्रत्ययः भिन्नः अस्ति तत् तत्कारणात् तत् गुण भवति भवितुमर्हति तत्कारणात् तत् इकारादेशस्य प्रसक्तिः न भवति तत्र अलोन्त्यस्य साहाय्येन पूर्णतया धातोः न अपि तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकार आदेशः एव भवति अन्तिम ऋकार यः अस्ति तस्य स्थाने ह्रस्व इकार आदेशः भवति येन विदितदन्तस्य तत् ऋतः इत्यनेन ऋदन्तस्य इत्यस्य अपि ग्रहणं ऋतः षष्ट्यन्तम् इति प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रमस्ति अनुवृत्तिसहितसूत्रम् अङ्गस्य अधिकारः अस्ति ऋतः धातोः अङ्गस्य इतः ऋतः यः ऋदन्तस्य धातोः यः अङ्गम् अस्ति तस्य इत् तत् ऋकारस्य इतः इत् संज्ञा भवति तत् क्षम्यताम् इकारादेशः हृस्यकारादेशः भवति इकारादेशः भवति सम्यक् समीचीनमेव ऋदन्तस्य धातोः इति विशेषणविशेष्यभावः अस्ति तत्र इकार आदेशः भवति अत्र अस्माकम् अत्र अष्टाध्यायी डाट् काम् मध्ये दत्तमस्ति यद् एकं वार्तिकमस्ति इत् वोत्भ्याम् इति भवति गुणवृद्धिविप्रतिषेधेन इति एकं वार्तिकमस्ति इत्युक्ते यत्र यत्र गुणः वृद्धिः इत्यस्य तथा इत् उत् इत्यस्य उभयोः कार्योः समानस्थले प्रसक्तिः आगच्छति चेत् गुणः वृद्धिः एव भवति यदा वयं तृ इति धातुः भुवादिगणीयधातुः स्वीकुर्मः चेत् तत्रापि अस्मिन् ऋत इद्धातोः इति सूत्रस्य प्रसक्तिः तत्र निमित्तं किमपि न दत्तं तदेव वयं पूर्वम् अपि पठितवन्तः कुत्रापि हलीच अतिष्णुधातु ब्रुवं योर् यङ् वङ्गौ इत्यस्मिन् स्थले अपि पठितवन्तः अपिति परे किति परे ङिति परे इति किमपि न दत्तमस्ति अत्रापि ऋत इद्धातोः अपि अनुवृत्ति किमपि नास्ति किति ङिति परे इति किमपि नास्ति फलितार्थः एव किति ङिति प्रत्यये परे इति तस्मिन् समये तादृशस्थलेषु यदा इत उत् इत्यस्य प्रसक्तिः गुणवृद्धिः गुणः वा वृद्धिः वा इत्यस्य अपि समानस्थले प्रसक्तिः अस्ति चेत् गुणवृद्धिः एव भवति तृ धातुः तरति इति एव रूपं स्वीकरोति तदेव रूपम् आगच्छति अस्मिन् सूत्र ऋत इद्धातोः इत्यस्य इत्यनेन इत् आदेशः वा किमपि तादृशं न आगच्छति इति एकं परिभाषासूत्रमपि अस्ति इत्वोत्भ्यां गुणवृत्तिविप्रतिषेधेन समयः अस्ति चेत् तदपि पठतु इतोपि दत्तमस्ति तत्र पूर्वपर नित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति विषये अपि दत्तमस्ति प्रायः अवगच्छति इति चिन्तयामि अवगच्छन्ति इति चिन्तयामि न अवगच्छन्ति चेत् वयम् अग्रिमसप्ताहे अपि चर्चयितुं शक्नुमः परन्तु किञ्चित् प्रयत्नमपि करोतु. 6100 इति सूत्रसङ्ख्या. भगिनि परिभाषासूत्रं पुनः वदतु. इत् वोत् वाभ्यां गुणवृत्तिविप्रतिषेधेन. इत् वोत् वोत् इत्युक्ते उत् वाभ्यां तस्य गुणवृत्तिविप्रतिषेधेन द्विवचनं उभयोः कार्ययोः इति. तदेकवारं पठित्वा पश्यन्तु अवगच्छति वा इति. अस्तु महोदय, अलोन्त्यस्य इत्यस्य प्रथमवाक्यम् अनन्तरम् अनुवृत्तिसहितसूत्रमेव महोदय. अस्तु भगिनि. अलोन्त्यस्य षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति. अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने. अतः परिभाषासूत्रम् अस्ति, तत् वदति यत् षष्टिविभक्तिः द्वारा यस्य पदस्य स्थाने आदेशः भवति सः आदेशः अन्त्यस्य अलः अन्तः अलः अस्ति तस्य स्थाने एव तस्य आदेशः भवति. येन विद्युत्तदन्तस्य इदानीमेव वयं पठितवन्तः, अतः तद् अग्रे सरामः. उरण्ड्रपरः अस्ति किल. भगिनि किं सूत्रं लिखितवती? मित् उत्व किं न न तद् वार्तिकमस्ति, सूत्रं नास्ति भगिनि. तद् वार्तिकमस्ति. 6100 इति सूत्रमस्ति किल, ऋत युत् धातोः इति सूत्रस्य वार्तिकं, सूत्रस्य कृते वार्तिकं. सूत्रस्य वार्तिकं नास्ति, क्षम्यता, सूत्रस्य कृते वार्तिकम्. 7100 क्षम्यतां 7100 6-1 अस्ति 7-1 आमां 7-1 अङ्गस्य इति अधिकारे अस्ति, अतः 6-1 न भवितुम् अर्हति. 7-1 धन्यवादः महोदय. 7100 इत्यस्मिन् कृते वार्तिकमस्ति भगिनि. यदा यदा गुणः वृद्धिः इत्यस्य अवसरः अस्ति, अनन्तरम् अस्माकं ऋत धातोः इति वा अन्यत् सूत्रेण वा इत् उत् इत्यस्य कार्यमपि समानस्थले द्वयोः प्रसक्तिः अस्ति चेत् गुणः वा वृद्धिः वा एव भवति. इत् उत् इति आदेशः न भवति. तृतीया समासे इति अस्ति लघु सिद्धान्तकौमुदी अस्ति खलु, तत्र वार्तिकमध्ये ऋते च तृतीया समासे अनन्तरं भवत्या किम् उक्तं तत्र ऋत इत् धातोः इति सूत्रम् अस्मिन् यत्र अहं पश्यामि तत्र दत्तमस्ति. अहं मम पार्श्वे तु सिद्धान्तकौमुदी अपि नास्ति भगिनि, लघुसिद्धान्तकौमुदी अपि नास्ति, अतः अहं न जानामि. प्रायः भवेत् अत्र, अहं तु जालपुटे पश्यामि भगिनि, अष्टाध्यायी .com इति, तत्र एव अस्ति. मम समीपे वार्तिकमस्ति परन्तु तत्र नास्ति. एवं वा, तत्र न जाने भगिनि. उपसङ्ख्या अपि अस्ति परन्तु तत्र भवत्या यत् उक्तं तत्र नास्ति एव. अहं पश्यामि. अस्तु, धन्यवादः. अस्तु, श्रीवल्ली भगिनी उरण्ड्रपरः पठति वा? आं भगिनि. उरण्ड्रपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति. ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यते. रः परः यस्य सः रपरः. उः षष्ठ्यन्तम्, अण् प्रथमान्तं, रपरः प्रथमान्तं, त्रिपदमिदं सूत्रं, स्थाने अन्तरतमः इति अस्मात् स्थाने इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं उः स्थाने अण् रपरः. उः इति ऋकारस्य षष्ट्यन्त पदं लुः ऋकारस्य स्थाने यदा अण् आदेशः भवति आ इ अण् आदेशः भवति तदा सः अण् सदा रपरः भवति परन्तु अपरः भवति ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यम् रपरः यस्य सः रः परः यस्य सः रपरः इति समासः उः षष्ट्यन्तम् अण् पदम् रपरः तत्र त्रिंशत् कथम् इति वदति वा भगिनि ऋकारः न न तदेव अस्माकं तु सर्वदा तत्र सम्यक् अष्टादश ऋकारस्य द्वादश द्वादश तस्य दीर्घ नास्ति ऋकार दीर्घः नास्ति सम्यक् अतः त्रिंशत् ऋकारस्य स्थाने यदा अण् प्रत्याहारस्य कश्चन सदस्यः आ इ उ वा आयाति तदा तस्मात् रेफः आयाति अतः अण्परः भवति अर् इर् उर् वा इति अत्र ऋकारस्य स्थाने इ आगतः अतः रपरः भवति किर् इति कि स्थाने किर् इति भवति सदा रपरः भवति रेपः परः अग्रे अपि पठतु भगिनि भगिनी अत्र यत्र आदेशः भवति इ अथवा उ आदेशः भवति तदा रपरः भवति यदा गुणः भवति इदानीं चिन्तयतु गृ एव अस्ति तत्र गुणः भवति इति शप्रत्ययः अस्ति तत्र अर् एव भवति खलु तत्र आम् आ एव भवति अस्तु खलु तृ योग तदेव तृ धातुः स्वीकरोतु तृ धातुः भुवादिगणीयधातुः एव अस्तु अस्तु शप्रत्यय तर्हि तत्र गुणः गुणवर्णः अकार एव भवति तत्र अकारस्य गुणादेश अकार एव भवति अकारस्य तर्हि अकार रपरः इति भवति इति खलु आम् तृ धातुः रूपं गुणादेशः भूत्वा किं भवति तरति रपरः एव किल आमाम् अत्र ऋकारस्थाने इ आदेशः अतः इर् इति भवति सम्यक् आम् तदेव तदेव अग्रे आगच्छति किमर्थं ऋकारस्य सवर्णवर्णः अकारः इति स्वीकरणीयं किमर्थं किमपि अन्यवर्णः न इति अग्रे आगच्छति पठामः समयः अस्ति वा अस्ति समयः पठतु भगिनि गृ धातुः अपि तथा गृ योगः ऋकारस्य स्थाने ऋत इत् धातोः इति सूत्रेण इकारः आदेशः भवति गि इति भवति गियोगः उरण्डपरः इति सूत्रेण गिर् इति भवति गिर्योगः गिर इति अङ्गं गिरति इति रूपं दिवादिगणे दिवादिगणे क्रमः तथा एव अस्ति किन्तु अन्ते इकारः दीर्घः भवति इति हलिच इति सूत्रेण ज्रू इति धातोः ऋत इत् धातोः इति सूत्रेण ऋकारस्य स्थाने इकारः आदेशः भवति जि इति भवति उरण्डपरः इति सूत्रेण जिर् इति रूपं भवति, हनिच इति रूपेण उपदा इकारान्तस्य दीर्घः भवति। जीर् जीर् योगः दिवादिगणे शन् शन् विकरणप्रत्ययः यकारः एव अवशिष्यते। जीर् योगः या जीर्या इति अङ्गम् इति अर्धधातुकं तत्ते जीर्ययोगः ते जीव्यते इति रूपं भवति। समीचीनं, तत्रापि पश्यतु तत्र जृ इति ऋत धातुः उपदेश अवस्थायां जृ इति धातुः प्रायः जृङ् इति धातुः वा किमर्थम् इत्युक्ते आत्मनेपदी धातुः इति दत्तमस्ति अतः प्रायः जृङ् इति धातुः दिवादिगणे द्रष्टव्यम्। आम् दृश् क्षम्यतां दृश् इति धातुः मूर्धन्यश दृश् इति उपदेश अवस्थायां धातुः अनन्तरं जृ हलन्त्यम् इति सूत्रेण शकारः अपगच्छति अनन्तरं जृ ऋत इत् धातोः जी उरण्परः इत्यनेन तत्र अस्माकं कार्यम् आदेशकार्यं भूत्वा जिर् इति यदा धातुः अस्ति तत्र तस्मिन् समये अपि धातुसंज्ञा तिष्ठति एव जिर् जीर् अनन्तरं यदा वयं विकरणप्रत्ययः योजयामः तस्मिन् समये एव धातु संज्ञा अपगच्छति, धातुसंज्ञा त्यजति इति अपि वक्तुं शक्नुमः। अतः तादृश यदा बहूनि सोपानानि सन्ति चेदपि यदा वयं विकरणप्रत्ययः योजयामः चेदेव धातुसंज्ञायाः किं वदामः परिवर्तनं भवति। तस्मिन् पूर्वं तु धातुसंज्ञा तिष्ठति एव विकरणप्रत्ययस्य योजनात् पूर्वम्, आदेशः वा आगमः वा किमपि कार्यं वयं धातुसंज्ञानिमित्तिककार्यं कर्तुं शक्नुमः। सम्यक्, हलिच अपि पठतु भगिनि अग्रिम। हलिच इति अनेन हलिपरे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति। दिवादिगणे शन् हलादिः अपि अस्ति, सुधादिगणे श अजादिः अपि अस्ति। अतः द्विवादौ ऋकारान्तधातुषु हलिच इत्यस्य प्रसक्तिः, सुधादौ अस्याम् एव दशायां हलिच कार्यं न करोति इति हलादि हलिच। अतः तस्य कार्यं कुत्र भवति? द्विवादिगणे अपि भवति हलिच। यत्र यत्र हलिपरे कार्यं पित् अस्ति चेत् गुणः तु भवति एव, अतः तत्र तु अस्य अवसरः एव नास्ति। अपित् अस्ति चेदेव कार्यं भवति हलादि अपित्। आं वदतु भगिनि। एकः संशयः भगिनि, उपरि धातोः अस्ति खलु, तत्र अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् ऋकारान्तस्य धातोः अङ्गस्य इकारः एव आदेशः भवति, परन्तु तत्र अङ्गस्य इत् इत्युक्ते किं भगिनि? इत् इति उच्चारणार्थं दत्तमस्ति। अङ्गस्य इ इति वदामः चेत् उच्चारण प्रायः उच्चारणस्य सौलभ्यं न भवति इति कारणेन ऋतः इति यद् दत्तमस्ति, ऋतः इत्यस्य अपि तकारस्य उच्चारणार्थमेव, इत् इत्यस्य अपि उच्चारणार्थं अस्ति खलु भगिनि, तपरकरणमेव नास्ति, दीर्घः भवति खलु इत्येव तत्तु सत्यमेव, परन्तु अस्मिन् सन्दर्भे यद् व्याख्यानं व्याख्यां दत्तमस्ति तत्र तु उच्चारणार्थम् एव इति अहम् इदानीमेव रोतः इति विषये पूर्वं रोतः इति उच्चारणार्थमेव दत्तमस्ति, एकनिमिषम् एकनिमिषम् अत्र ज्ञातव्यम् इति दत्तमस्ति. अस्मिन् सूत्रे ऋत् तथा इत् उभयत्र तकारः उच्चारणार्थः अस्ति, तपरकरणार्थं न. ऋत् इत्यत्र ऋत् इत्यत्र दीर्घस्वरेण सवर्णग्रहणं न भवति, अतः तस्य निषेधार्थं तपरकरणस्य प्रयोजनं नास्ति. इत् इत्यत्र इकारः विधीयमानः अस्ति, अतः अनुदित् च सवर्णस्य च प्रत्ययः इत्यनेन सः अपि सवर्णग्रहणं न करोति, अतः तस्य विषये अपि तपरकरणस्य किमपि प्रयोजनं नास्ति. ह्रस्वस्य एव तपकरणस्य प्रयोजनं, दीर्घ अस्ति चेत् तत् सर्वदा सवर्णग्रहणं न भवति. आम् आम् आम् सम्यक् आम् न भवति. अत्र यद्यपि तत्र इकारः एव इत् इति ह्रस्व इकारः एव विधीयमानः अस्ति चेदपि तत्रापि तपरकरणम् अस्मिन् सूत्रे नास्ति. अनुदित् सवर्णस्य च प्रत्ययः इत्यनेन सः अपि सवर्णग्रहणं न करोति, अतः तस्य विषये अपि तपरकरणस्य किमपि प्रयोजनं नास्ति, अस्मिन् सन्दर्भे नास्ति. अग्रे यदा आगच्छति वयं पश्यामः. सम्यक्, समीचीनप्रश्नः भगिनि, उत्तमम्. अस्तु, अली च दृष्टवन्तः, उत्तमं, धन्यवादः भगिनि. रघुपतिमहोदय पठति वा? आम्, अत्र उरण्ड्रपरः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयामः. अथवा आकारयोगः इ भवति ए इति अकार आकार सारी ह्रस्व आकार दीर्घ आकार दीर्घाकारः अकारः योगः उ इति ओ भवति, गुणः भवति. अ अपि च आ योगे योगे योगः ऋकारः अत्र अ भवति गुणादेशः भवति इदानीम् इति सामान्य नियमः अस्ति, परन्तु गुणसंज्ञा विधायकसूत्रमस्ति अदेन् गुणः इत्यनेन अकार अत् ए ओ एतेषाम् एव वर्णानां गुणसंज्ञा भवति, ह्रस्वकारः एकारः ओकारः. तत्र अर् किमपि नास्ति, यत्र गुणसन्धि अपेक्षिता तत्र आद्गुणः इत्यनेन अवर्णात् अचिपरे पूर्वपरयोः एकः गुणादेशः भवति. गुणादेशः नाम पूर्वपरयोः स्थाने अ वा ए वा ओ वा आगच्छेत्. तत्र अर् तु नास्ति एव, तर्हि आयोगयोगः ऋ अत्र अर् कथं भवति? कथं? वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति, आयोग ऋक् आयोग ऋकार आ ए ओ इत्येषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः. अधुना स्थानेन्तरतम इति सूत्रेण ध्वनि दृष्ट्या तेषु त्रिषु द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं स्थानतौल्यम् अस्ति इति अवलोकनीयं भवति. अकारस्य कण्ठस्थानं ऋकारस्य मूर्धस्थानम्. आ ए ओ इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धस्थानं नास्ति. अ इति कण्ठस्थानम्, ए इति कण्ठ कण्ठतालु, ओ इति कण्ठोष्ठ, अतः कण्ठमूर्धस्थानं नास्ति. तेषु त्रिषु अकार ऋकार इत्यनयोः स्थाने अकारस्य एव अधिकं साम्यं वर्तते, अतः अकार ऋकार इत्यनयोः स्थाने अ इत्यस्य गुणादेशः प्राप्तिः. अधुना ऋकारस्थाने यः अकारः आगतः सः अण् प्रत्याहारस्य सदस्यः, अतः उरन् रपर इत्यनेन रेफः परः भवति। तर्हि आहत्य अकार अथवा आकारयोगः ऋकार अथवा दीर्घऋकारः इति आद्गुणः इत्यनेन पूर्वपरयोः स्थाने अ इति आदेश आ इति गुण गुणादेशः, अतः अत्र विधीयमान उरन् रपर इत्यनेन अर् इति भवति। यथा महायोगऋषिः मह योग अर् इति भवति, आकारस्य स्थाने गुणः गुणवर्णः अस्ति अ एव, रपर अस्ति रकारस्य स्थाने अतः रपरः अस्ति, महर्षि इति अन्तिमरूपम्। अत्र दत्तमस्ति किमर्थम् उरन् गुणस्य ऋकारस्य स्थाने अर् इति एव भवेत् इति अर् इति भवितव्यम् इति। अत्र स्थानान्तरम् इति सूत्रेण अकारस्य ऋकारस्य स्थाने गुणादेशः अ ए ओ एतेषु त्रिषु वर्णेषु अदेङ्गुण इति सूत्रेण अ ए ओ एव गुणवर्णाः सन्ति, परन्तु तुल्यमस्ति अकार एव वयं स्वीकरणीयम् अस्माभिः स्वीकरणीयम् अ एव इति। किमर्थम् इति चेत् ए ओ इति तत्र स्थानद्वयम् अस्ति, एकत्तु कण्ठतालु अपि च कण्ठओष्ठ अस्ति, एतत् कण्ठ एव अस्ति, अतः अकारस्य आदेशाय अत्र अकारस्य आदेश ऋकारस्य ऋवर्णस्य परे ऋवर्णस्य स्थाने, अतः उरण्ड्रपर इति सूत्रेण इदानीम् अर् इति भवति इति दत्तमस्ति। किमर्थम् अर् इति स्वीकरणीयं, किमर्थम् अर् इति स्वीकरणीयं, स्थान अन्तरतमः ये तदेव अस्ति सर्वस्वा कण्ठात् एव भवति, अतः कण्ठ एव स्वीकृतवन्तः। समीचीनं, कण्ठस्थानम् अकारस्य ऋकारस्य मूर्धास्थानं, गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धास्थानमेव नास्ति। आकारस्य तु कण्ठस्थानम्, एकारस्य कण्ठतालु, ओकारस्य कण्ठओष्ठम् इति भिन्नस्थलेषु एव अस्ति। अधिकसाम्यं कस्य अस्ति इति स्वीकृत्य वयम् अर् इति सर्वदा यद् अन् आदेशः भवति सदा सर्वदा रपरः भवति। अत्र मिनिमम् मिस्टेक्स् अस्ति, कण्ठओष्ठ कण्ठतालु इति मिस्टेक् द्वयं भवति, कण्ठ इत्युक्ते एक एव भवति, कण्ठ एव स्वीकृतवन्तः चिन्तयामि। आम्, उच्चारणमेव महोदय, सर्वदा तद् उच्चारण प्रकारस्य कण्ठ नास्ति खलु, परन्तु ओष्ठ अपि एडिशन् भवति, तत्र दोषः भवति, ओष्ठ अथवा तालु कण्ठ अपि तालु, अतः कण्ठ एव स्वीकृतवन्तः। अस्माकं तु आल्टर्नेटिव्स् अ ए ओ एव अस्ति, अतः तदेव गुणवर्णः इति अ ए ओ मध्ये किं साम्यम् अस्ति इति पश्यामः चेत् अकारः एव आगच्छति, साम्यवर्णः समानध्वनिः इति यदा उक्तवन्तः तत्र उच्चारणस्थानं। सम्यक्, एतत् सर्वं स्मरणार्थमेव खलु भगिनी, तत्र स्मरणार्थमित्युक्ते भगिनि पूर्वं दृष्टवन्तः वा? एतत् सर्वं वयं पूर्वं कृतवन्तः, अतः एतत् किञ्चित् अवगमनं अहं चिन्तयामि प्रथमवारम् इति न विस्मरणं भवति अस्माकं तु पठितवन्तः सन्धिवर्गे उरण्ड्रपर इति प्रायः सन्धिवर्गे अवश्यम् आं तत्र तु अवश्यं भवति आम् परन्तु उरण्ड्रपरः तत्र आगच्छति शास्त्रीयरीत्या वयं भिन्ना पठितवन्तः अत्र तु अस्माकं वर्गे एतत् प्रथमवारम् इति चिन्तयामि आमाम् अस्तु एकमेव परिच्छेदः अस्ति तत् पठित्वा समापयामः अतः अग्रिमसप्ताहे नूतनपाठः आरब्धुं शक्यते अस्तु सुरादिगणे अधुना भगिनि आम् अरुणा भगिनी पठति वा अवधेयं यत् धातोः इति सूत्रं किति नीति प्रत्ययपरि एव कार्यं करोति अतः सार्वधातुककार्येषु यत्र नास्ति तत्र यद्यपि प्रसक्तिः तु अस्ति किन्तु प्राप्तिः न भविष्यति वृत्तान्ते भ्रुवादिगणे तृ इति धातुः यद्यपि ऋकारान्तधातुः अस्ति तथापि ऋत इति धातोः इत्यनेन रुस्थाने इकारादेशः न भवति भवादिगणे शप् इति अस्ति अतः सार्वधातुपार्वधातुकयोः इति सूत्रेण गुणः भवति तृ योगः शप् तृ योगः योगः आ तर् योग आ तर इति अङ्गं तरति इति रूपं भवति ऋत इत्तद्धातोः इति सूत्रं निमित्तानि सन्ति किति इति प्रत्ययपरे एव ततः सकारेषु विकरणप्रति अपि तस्ति तदेव तदेव ऋत इद्धातोः सूत्रेण कार्यं करोति विकरणप्रत्यय अपित् नास्ति द्वादिगणे विकरणप्रत्यय शाप् इति अपि फित् अस्ति ततः ऋत् इति धातोः प्रसक्ति अस्ति परन्तु प्राप्तिः न भवति नास्ति समीचीनम् अग्रे अपि पठतु भगिनि गणम् अनुसृत्य ऋकारान्तधातूनां कः भेदः इति पश्येम द्रवादिगणे तृ धातु ऋकारान्तधातु तृ आगच्छति विषये गुणः भवति परधातुकाधातुकयोः इति सूत्रेण करति इति रूपं भवति द्विवादिगणे जृ धातु इति दीर्घ ऋत् धातुः इति सूत्रेण आदेशः भवति अजन्तं हलन्तम् अङ्गमस्ति ततः हलिटैटिस् सूत्रेण दीर्घः जि इकारस्य दीर्घः भवति जि जीर्यति इति रूपं भवति सुदातिगणे क्रु इति धातुः रुदन्त अङ्गं ततः इ आदेशः भवति अजादि अङ्गमस्ति ततः अपि ततः न दीर्घः न भवति किरति इति रूपं सिद्धं भवति अग्रे अपि पठतु भगिनि केन केचन जनाः वदन्ति यत् भ्रुवादि सुदादिगणयोः विषयः ब्रह्मात्मकः कः धातु कस्मिन् गणे इति किन्तु यत्र गुणसम्बन्धकार्यं वर्तते तत्र अस्माकं न कोऽपि भ्रमः स्यात् भ्रुवादिगणे गुणकार्यं प्रवर्तते सुदादिगणे न कुत्रापि गुणकार्यं सुदातिगणे निकटप्रत्ययः अजादि अपि ततः सामान्यम् अपित् निमित्तं कार्यमपि विशिष्टम् अजादि अपित् निमित्तकार्यमपि भवतः ये भवादौ न सञ्जायते यथा दीर्घरूकारः ईकारः प्रवर्तते केषुचिदपि अपित्सु प्रत्ययेषु अतः विवादौ अपि जृ जीयते सुदादौ अपि क्रु क्रिरति इयङादेशः किन्तु अजादिषु अपित्सु एव प्रवर्तते अचिष्णुधातौ युव युवाङ्गो द्वियोगः दीयति अत्र वदति कथं भ्रमः भवति तत्र ऋकारधातुः अस्ति द्विवादिगणे अस्ति वा द्विवादिगणे अस्ति वा ऋतुदादिगणे वा अस्ति चेत् भ्रमः नास्ति भ्रुवादिगणे गुणकार्यं प्रवर्तते ततः सामान्यतः गुणकार्यं प्रवर्तते सुदादिगणे गुणकार्यं न भवति कथमस्ति प्रश्नम् उदेति सुदादिगणे विकटप्रत्यय अजादि अपि अतः अपित् निमित्तकार्यमपि विशिष्टम् अजाद अपित् निमित्तकार्यमपि भवतः. ततः ऋकारान्तधातु सुदादिगणे आगच्छते. इकारः रिङ् इति सूत्रेण इकारादेश आगच्छति. अपित् चेत् दिव सुदादिगणे अजन्ताङ्गम् अस्ति चेत् दीर्घः न भवति, परन्तु अचिष्णुधातो ब्रुवाम् इति ओ रियाङ्गो इति सूत्रेण क्रियते इति भवति. समीचीनम्, उत्तमं भगिनि. अतः यत्र वयं भुआदिगणे पश्यामः चेत् गुणकार्यस्य प्रसक्तिः अस्ति. यत्र यत्र गुणकार्यस्य प्रसक्तिः नास्ति अपरेषु गणेषु तत्र किञ्चित् सावधानतया परिशीलनीयम्, अन्यत् कार्यं सर्वं भवति तत्र इत्येव चिन्तनम् अस्ति. अस्तु, अत्र एषः पाठः तु समाप्तः. अग्रे तुदादिगणे इतोपि विशेषदातवः इति नूतनकरपत्रम् अग्रिमसप्ताहे पठामः. विरमामः वा? आम्, अस्तु भगिनि. धन्यवादः. अग्रिमवर्गे अपि सुदादिगणे विषये एव न चुरादिगणे? आम् आम्, न न सुदादिग विशेषदातवः इति इतोपि एकं करपत्रम् अस्ति भगिनि, तत् पठित्वा चुरादिगणं प्रति गच्छामः. सदादि